ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतुमावृत्तिषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः एनाक्षरसुनाम्नाय ीयकरणं प्रोक्तं तस्मै पाणिनीये नमः वाक्यकारं सररुचिं भाष्यकारं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। सुप्रभातं, स्वागतम्। क्षम्यतां, सप्ताहे वर्गः किम् ऐ हेव् टु केन्सल् that also more or less अस्मिन् करपत्रे श्वः न आरम्भं तु कृतवन्तः इति अहं मन्ये। का अस्ति भागीरथी अस्ति वा? अस्मि भगिनि। भवती स्मरति वा एतत् कृतवन्तः वा न? अहमपि एकं कृतम् एक आं महोदय कृतवन्तः कृतवन्तः भगिनि पर्यन्तं पठितवन्तः, स्मरणे अस्ति एतत् सर्वं समाप्तम्। स्मरणे अस्ति अग्रे भगिनि अग्रे गच्छतु भगिनि अग्रे गच्छामि न इदानीं मास्तु इत्थन्या प्रकरणं न कृतम्। ओके, उपदेशे जनुनासिक इत् ततः आरम्भं कर्तव्यं वा तत्पूर्वम्? आम्, अन्य अन्यछात्राः कृपया वदन्तु अहं उक्तवती तत् करेक्ट् एव इति कृपया वदन्तु सर्वे किञ्चित् सपोर्ट् कुर्वन्तु। चन्द्रमती स्मरणे अस्ति, अनुसूया स्मरणे अस्ति, किञ्चित् गमनीयम् अतः गम् इल्ल अतः वा वयं न कुतः आरम्भं करणीयम्? एकं मुत्तुलक्ष्मी अत्र पश्यतु, हा तर्हि अत्र मूलधातु कः? एतद् वयं समापितवन्तः वा न? दृष्टवन्तः, समापितवन्तः, समापितवन्तः। अग्रिम पेरेग्राफ् अतः धातुपाठे अस्माकं प्रथमं कार्यं तत् समाप्तम्? आं, कानिचन सूत्राणि समापितवन्तः। ओके, न भगिनि न भगिनि अहम् एकं पठितवती तद्दिने उपरि गच्छतु भगिनि कृपया। ओके, उपरि अहं किं कृतवती तादृशाः केचन सन्ति अनुबन्धाः सन्ति अनुबन्धः कृतवती महोदये न उपदेशे नास्ति तदेव कृतवती किं करोतु। तर्हि अत्र मूलधातु कः ततः आरभ्य पठतु। ओके, वन् पेराग्राफ् बिफोर्। ओके, अतः धातुपाठे वा उपदेशे अतः धातुपाठे तर्हि तर्हि अत्र मूलधातु तर्हि अत्र मूलधातुः कः अपि च अनुबन्धानां निष्कासन अनन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्। परं त तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन् अपि अनुबन्धाः के किं च अवशिष्यते इति विज्ञानम् अस्माकं भवेत्। तदा एव प्रक्रिया अग्रे अनुवर्तते। वृत्तान्ते दुभजष् पाके इति मूलस्वरूपम् पचति इति क्रियापदम्। तत्र सामान्यतया धातुः पच् इति वदामः, परन्तु मूलतया दुभजष् दुभजष् इति स्वरूपं वर्तते। तत्र केचन अनुबन्धाः सन्ति, आरम्भे डु, अन्ते शकारः, अपि च चकार उत्तरवर्ती अम्कारः। अकारः अनुनासिक अकारः चकारात् उत्तरं वर्तते इति चकारो उत्तरवर्ती। वर्ती इत्यस्य प्रातिपदिकं वर्तिन् वृत् धातोः। त्रयाणामपि अनुबन्धानाम् इत्संज्ञा भवति, परं लोपः भवति, पच् इत्येव अवशिष्यते। ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयम्। यथा तव्यत् तत्र तकारस्य इत्संज्ञा लोपः च, तव्य इति अवशिष्यते, तर्हि पच् अधिकं तव्य इति स्थितिः। एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्येत। ओके, अत्र सोपानानि कानि अवगतवान्? सोपानानि प्रथमं औपदेशिकधातु, अनन्तरं अनुबन्धसहितम्, अनुबन्ध अनन्तरम् अनुबन्धानां निष्कासनार्थम् इत्संज्ञाप्रकरणं करणीयम्। इत्संज्ञाप्रकरणं कृत्वा अवशिष्यरूपं ज्ञातव्यम्। अनन्तरं इत्संज्ञाप्रकरणं करणीयम्। भगिनी, कार्यं कर्तुम् इच्छामः चेत् प्रथमं वयं किं कुर्मः, औपदेशिकस्थिति यत् अस्ति अस्माकं हस्ते, औपदेशिकस्थित्यां प्राप्तम् अस्ति, अतः प्रथमकार्यं वयं किं कुर्मः, अनन्तरं वयं पदच्छेदं कृत्वा इत्संज्ञाप्रकरणं करणीयम्। इत्संज्ञा ऐडेण्टिफै करणीयम्। ओके, लोपकार्यं कर्तव्यम्। तदेव प्रक्रिया। अवशिष्टरूपं यदस्ति तत् किमर्थं कार्यं वयं कुर्मः? अवशिष्यरूपेण एव वयं कार्यं कर्तुं शक्नुमः। ओके ओके ओके भगिनि, प्रश्नः उदेति, इत् इति वयं नामकरणं तु कुर्मः, लोपकार्यमपि कुर्मः, किमर्थं पाणिनि महोदय एते वर्णः स्थापितवान्, यदा लोपकार्यमेव कर्तव्यं, तथापि तत्र स्थापितम् अस्ति औपदेशिकस्थित्यां, किमर्थम् इति किञ्चित् अनुबन्धवर्णानां निष्कासयितुं, परन्तु किम् अवशिष्यते, अवशिष्यरूपं धातुः, धातु एव अवशिष्यते। धातु इत्युक्ते अवशिष्टभागं तु उपयोगभागम् अस्ति अस्माकं कृते, परन्तु न, मम प्रश्नः किञ्चित् भिन्नम् अस्ति, निष्कासितभागस्य उपयोगं किम्? दीर्घ अनुबन्ध अनुबन्धवर्णः एव निष्कासनन्तरं वयम् उपयोगीरूपं प्राप्नुमः. ओके, पूर्णिमा भवती किञ्चित् वक्तुं शक्नोति निष्कासितरूपम् इत्संज्ञा यत् वयं कृतवन्तः. यत् महोदय, यत् इत्संज्ञा कृतवन्तः तत् रूपम् अनन्तरं यदा यदा ये वर्णाः इत्संज्ञा भवति तस्य वर्णस्य यदा प्रक्रियायाम् उपयोगं भवति, यद् यदा कित् भवति चेत् इति च आजन्तौटकित इति सूत्रेण वयं ये इत्संज्ञा इत्संज्ञा भवति तत् एक निर्दिष्ट कण्डिशन् भवति तथा वयं ज्ञातुं शक्नुमः. यदि नितः इति इकारस्य इत्संज्ञा अनुनासिक इकारस्य भवति चेत् एतद् भवति, टित् इति भवति चेत् एतद् भवति, कित् इति भवति चेत् एतद् भवति, पित् षित् षित् पित् भवति चेत् कारोधातुका इति कथ्यते. सर्वं मनसि स्थापनीयं, प्रक्रिया करणीयं तथा एव. सम्यक्, बहु सम्यक्. इत्युक्ते यत्किमपि वयं कृतवन्तः स्मरणे स्थापनीयं, तस्य किं विस्मरणं न कर्तव्यं. किमर्थं? कारणं यत्किमपि इत् कृतवन्तः तस्य आधारेण अग्रिमकार्यस्य निर्णयं भवति न. आं भगिनि. ओके, भागीरथी अवगतवती? भगिनि, अहं सम्यक् वक्तुं न शक्नोमि. चिन्ता मास्तु. किमस्ति, अस्माकं हस्ते निष्कासितभागमपि अस्ति, अवशिष्टभागमपि अस्ति. अवशिष्टभागस्य आधारेण वयम् अग्रिमकार्यं कुर्मः, परन्तु निष्कासितभागस्य किम् आधारेण वयं मार्गदर्शनमपि प्राप्नुमः. ओके, तदेव उत्तमम्. ओके ओके, यदा शकारस्य इत्संज्ञा कृतं तदा नामकरणं वयं कुर्मः न षित् इति. बकारस्य इत्संज्ञा कृतम् अतः नामकरणं कृतवन्तः पित्. अतः षित् अस्ति चेत् के कानि कानि कार्याणि कर्तव्यानि, पित् अस्ति चेत् अन्य किं कार्याणि कर्तव्यानि, निषेधं कुत्र भवति, पर्मिशन् कुत्र प्राप्नुमः. ओके, एवम् अन्तिमरूपम् अन्तिमरूपं प्राप्नोतुं प्राप्तुं के के कार्याणि इत्संज्ञाप्रकरणस्य अनन्तरं कर्तव्यं तदेव करणीयम्. अनन्तरम् इत्संज्ञाप्रकरणस्य अनन्तरं धातु अवशिष्यभागं प्राप्नुमः अनन्तरम् एवं करणीयम् इति सूचयति. इत्युक्ते किं क्लीनिङ्ग् प्रोसेस् वक्तुं शक्नुमः वा? इत्संज्ञकार्यं यद्वयं कुर्मः तदस्ति क्लीनिङ्ग् प्रोसेस्. किमर्थं? कारणं तदनन्तरं यत् अवशिष्टमस्ति तदेव वयम् उपयोगं कुर्मः. अग्रे यत्किमपि कार्यं कर्तव्यं तत् कृते, अतः इन् अ वे क्लीनिङ्ग् प्रोसेस् वक्तुं शक्नुमः कदाचित्, न जानामि, परन्तु तदस्ति. ओके, इदानीं चन्द्रमती. अतः धातुपाठे अस्माकं प्रथमं कार्यम् इत्संज्ञाविधानं निबन्धलोपः च. तदर्थम् इत्संज्ञाप्रकरणम् अस्ति, तत्र प्रथमसूत्रस्य प्रसङ्गे किञ्चित् वक्तव्यम् अस्ति, विशेषः तदा सर्वाणि सूत्राणि अवलोकयाम। अतः प्रक्रियापूर्वं कर्तुं पूर्वम् अनुबन्धानां लोपः आवश्यकं, तद् सूत्रानुसारेण एव कर्तव्यम्। अतः वयं सूत्रचिन्तनं कुर्मः। उपदेशे अजनुनासिक इत् प्रथमाध्याये तृतीयपादे द्वितीयं सूत्रम् इति प्रथमम् इत्संज्ञाविधायकं सूत्रम्। उपदेश अवस्थायां यः अच् अनुनासिकः अस्ति तस्य इत्संज्ञा करोति इदं सूत्रम्। उपदेशः नाम धातुः प्रत्ययः आदेशः आगमो वा। अनुनासिकः अच् नाम यस्मिन् अचि इति अनुनासिकः चिह्नम् अस्ति। बृहद्वादुकुसुमाकरे पश्यन्ति चेत् तादृशु न कुत्रापि अनुनासिकचिह्नं दृश्यते। किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते प्राचीनकाले, इदं विज्ञानं ज्ञायते स्म। अद्य प्रायः इदं विज्ञानं न लभ्यते। अतः अस्मिन् आधुनिकयुगे स्वरविषये अस्माकं क्लेशः। तद्विज्ञानस्य अभावे बृहद्धातुकुसुमाकरेपि अनुनासिकचिह्नानि न दत्तानि, किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात्। नाम यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति, तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्। अतः उपदेशे अजनुनासिक इति सूत्रेण तस्य लोपः जातः। अद्य इदं युद्धम् इति वक्तुं कश्चन अन्योपायः नास्ति। ऊहया एवं एव बोध्यं, यथा गम्ल धातुः अत्र लु इति अच्छुवर्णः अनुनासिकः अस्ति, अतः उपदेशे अजनुनासिक इति सूत्रेण तस्य इत्संज्ञा भवति। तस्य लोपः इत्यनेन लोपः गम् इति अवशिष्यते। लु अनुनासिकः अस्ति इति कथं ज्ञातं? फलं दृष्ट्वा। प्रक्रियायां लोके च गम् इत्येव दृश्यते, अतः ल इत्यस्य लोपः जातः। लोपः जातः चेत् उपदेशे अजनुनासिक इत्येव सूत्रेण अर्हति स्म। अतः ल अनुनासिक स्यात् इति अनुमा अस्माकम्। उपदेशे अजनुनासिक इत्येति सूत्रेण वयम् अनुनासिक अच्छुवर्णस्य इत्संज्ञा करोति। तद् अत्र उपदेशे नाम धातुप्रत्ययः आदेशः आगमो वा। उपदेशः उपदेशः नाम धातुः प्रत्ययः आदेशः आगमः। धातु अथवा प्रत्ययः तत्र आदेशः वा आगमः वा। उपदेशे उपदेशः इत्युक्ते पाणिनिना वररुचिना पञ्जलिना उपदेश दत्तं, तद् अवस्थायां किम् आसीत् इति उपदेश अवस्था। नाम धातुः वा प्रत्ययः वा अनन्तरम् आदेशः वा आगमः वा, तेषु अनुनासिक अचुवर्णः अस्ति चेत् तस्य लोपः उपदेशे अजनुनासिक इति सूत्रेण इत्संज्ञा प्रथमं भवति, अनन्तरं तस्य लोपः अपि भवति। अनुनासिकः अच् नाम यस्मिन् अचि इति अनुनासिकचिह्नम् अस्ति। अनुनासिक आकार इत्युक्ते उपरि चन्द्रबिन्दुसहित चिह्नम् अस्ति चेत् तद् अनुनासिक वर्ण स्वरवर्णः बहु बृहद्वातु कुसुमाकरे तत् सर्वं निष्कासयतु इदानीं गम्लधातु अत्र गम् वयं उभयोगे लौकिकरूपे गम् एव दृश्यते किन्तु उपदेशावस्थायां गम्ल इति आसीत् अत्र लकारः अनुनासिकलकारः अतः तस्य लोपः अभवत् इदानीं ल अनुनासिकं विना अत्र लिखितमस्ति किन्तु लौकिकरूपे तत् नास्ति अतः वयम् अनुमानं कर्तुं शक्नुमः ल इति स्वरः अनुनासिकः आसीत् अतः एव इदानीं लौकिकरूपे तत् नास्ति लोपः अभवत् इति वयम् अनुमानं कर्तुं शक्नुमः एतदपि अनन्तरं पठनीयं वा न न न अनन्तरम् अन्य कोऽपि पठिष्यति अस्तु अनुसूया महोदय अग्रिम भागं पठतु नाम यत्र दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नः स्यात् नाम यत्र मूलधातोः कश्चन स्वरः आसीत् यत् लौकिकधातुः नास्ति तत्र अनुसूया इत्संज्ञाप्रकरणं पठनीयं वा एतदपि ध्येयम् एतदपि ध्येयं यत् यदि स्वरः अपरेणवर्णेन सह उपस्थितः तर्हि कुत्रचित् तयोः एकं यूनिट् कृत्वा अपरेण सूत्रेण इत्संज्ञा क्रियेत् यथा दुपचष् इत्यस्मिन् उकार दकारोत्तरवर्ति उकारस्य दुपचष् इत्यस्मिन् दकारोत्तरस्य यः उकारः अस्ति सः उकारः अनुनासिकः नास्ति परन्तु तत्र दु इत्येव एकं यूनिट् अस्ति अतः अपरेण सूत्रेण इत्संज्ञा साध्ये तर्हि प्रथमं कार्यम् इत्संज्ञा इति तदर्थं सप्तसूत्राणि सन्ति त्रिषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि नाम सर्वेषु उपदेशेषु पृज्यन्ते त्रीणि केवलं प्रत्ययेषु एव पृज्यन्ते न धातुषु अपि च एकं सूत्रं निषेधकं सूत्रम् ओके सर्वम् अवगतं सर्वे एतत् सर्वं वारं वारं वयं पठितवन्तः अवगतं महोदय कोऽपि किमपि भगिनि इदानीं पर्यन्तं वयं पठितवन्तः भगिनि तत् लास्ट् टु लैन्स् अहमपि कृतवती तदेव तर्हि प्रथमं कार्यं धातुषु अहं कृतवती अहं पठितवती तत् पर्यन्तं वयं तद्दिने एव प्रकरणं मुत्तुलक्ष्मी आरम्भं करोतु इत्संज्ञाप्रकरणं उपदेशे जनुनासिक इत् उपदेशे धातौ प्रत्यये आदेशे आगमे अच्वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इत् प्रथमान्तम् अनेकपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णं उपदेशे अच् अनुनासिक इत् एतदेव अहम् अत्र स्थापितवती स्मरणे अस्ति सूत्र लिस्ट् अहम् आरम्भं कृतवती पश्यतु उपदेशे अनुनासिक इत् सम्पूर्णसूत्रमपि तदेव अस्ति ओके किमर्थं सम्पूर्णसूत्रस्य उपयोगम् अहम् अत्र स्थापितवती कारणम् अत्र पश्यन्तु अग्रिमसूत्रं वयं पश्यामः एकनिमिषं करपत्रं अग्रिमसूत्रं पठतु हलन्त्यम् उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत्संज्ञा भवति। हल् प्रथमान्तम् अन्त्यं प्रथमान्तं द्विपदमितं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इति। ओके, इदानीं पश्यामः हलन्त्यम् इति सूत्रस्य सम्पूर्णरूपम् अस्ति उपदेशे अन्त्यं हल् इत्। ततः किं वयं ज्ञातुं शक्नुमः? अनुवृत्तिसूत्रम् अस्ति, अनुवृत्तिसहितसूत्रमस्ति उपदेशे इति, परन्तु उपदेश जनुनासिक इति सम्पूर्णसूत्रं, प्रथमसूत्रं तत्र दत्तम्। ओके, केवलं हलन्त्यं दृष्ट्वा वयं ज्ञातुं शक्नुमः वा उपदेशावस्थायाम् अन्त्यं हल् इत् स्यात् इति? न, ज्ञातुं न शक्यते। तदर्थमेव, तदर्थं सम्पूर्णसूत्रस्य लेखनं यदा वयं कुर्मः तदा किञ्चित् अवगमनम् अधिकं भविष्यति। अतः एव एतत् अहं निर्माणं कृतवती, भवन्तः अपि एवं कर्तुं शक्नुमः। ओके, शक्नुवन्ति, क्षम्यताम्। ओके, ओके, इदानीं कस्याः पर्यायः? सर्वे अवगतवन्तः, एतत् सर्वं वयं वारं वारं पठितवन्तः, कृतवन्तः च। सुब्रह्मण्यं, भवान् पठितुम् इच्छति? नमो नमः, नमो नमः, नमो नमः। श्रूयते वा? श्रूयते वा? श्रूयते इदानीम्। अस्तु, हलन्त्यम् उपदेशस्य अन्ते नविभक्तौ पुष्पाः विभक्त्यां सवर्गीयवर्णः सकारः मकारः च संज्ञकाः न भवन्ति। विभक्तिश्च इत्यनेन सुप् प्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः। इदं सूत्रं हलन्त्यम् इतस्य अपवादः। पुश्च सकार च मश्च तेषाम् इतरेतरद्वन्द्वः तुस्माः न अव्ययपदम्। विभक्तौ सप्तम्यन्तं सप्तम्यन्तं तुस्माः प्रथमान्तं त्रिपदमिदं सूत्रम्। अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हल् हलः तुस्माः न इतः इति सूचयति। अत्रापि अनुवृत्ति महोदय स्पष्टीकरणम् अत्र नवभक्तौ तुस्माः इति हलन्त्यं सूत्रात् आगच्छति क्रमेण। अतः विभक्तिः इत्युक्ते किम् इति अत्र दत्तमस्ति। विभक्तिश्च इत्यनेन स्पष्टीकरणं भवति सुप्रत्ययाः तिङ्प्रत्ययाः सर्वे विभक्तिसंज्ञकाः। अतः सुप्रत्यय इस् आल्सो विभक्तिप्रत्यय, तिङ्प्रत्यय इस् आल्सो विभक्तिप्रत्यय। इदं सूत्रं हलन्त्यम् इत्यस्य अपवादः। हलन्त्यम् इति सूत्रेण अन्तिमस्थित हल् वर्णस्य इत्संज्ञा भवति, तस्य लोपः भवति इति जानीमः उपदेशावस्थायां। किन्तु यदा तद्विभक्तिप्रत्ययः अस्ति चेत् अत्र स्थित सवर्गीयवर्णः सकारः च मकारस्य इत्संज्ञा न भवति इति सूचयति न विभक्तौ तुस्माः। अतः यदा अविभक्तौ तुस्माः विषये सम्पूर्णतया ज्ञातुम् इच्छामः चेत् उपदेशे विभक्तौ अन्त्याः हल् तुस्माः न इतः इति पठितव्यम्। हा, सम्यक्। इत्युक्ते यदा कदापि वयं हलन्त्यम् उपयोगं कुर्मः अन्तिमहल् वर्णस्य इत्संज्ञा कर्तुं, तत्र स्मरणे स्थापनीयं यस्य वयम् इत्संज्ञा कुर्मः तस्य किं नामकरणं, किं विभक्तिसंज्ञा अस्ति वा अन्य किमपि। यदा विभक्तिसंज्ञा अस्ति सुप् भागस्य वा तिङ्भागस्य, तदा किञ्चित् अधिकं ज्ञानं दातव्यं। तवर्गीयवर्णः अस्ति, सकारः अस्ति वा मकारः अस्ति, तदा ओके न विभक्तौ तुष्माः आगत्य तस्य प्रोटेक्षन् करोति. ओके उषा. आं महोदय. न विभक्तौ सारि आदिर्निटुडवः उपदेशस्य आदौ नीटूडु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति नीटूडु. एते निबन्धाः धातुषु एव भवन्ति. अतः इदं वस्तुतः धातूनां कृते नी च डु च डु च तेषाम् इतरे इतरद्वन्द्वः नीटुडु नीटुडु बहुवचने नीटुडवः गुरुशब्दः इव. आदिः प्रथमान्तं नीटुडवः प्रथमान्तं द्विपदमिदं सूत्रम्. आदिः इति इत् इति च बहुत्वे एकवचनम् अनुवृत्ति सहितसूत्रम्. उपदेशे धातोः आदयः निटुडवः इतः. ओके अन्तिमं वाक्यं यदस्ति तस्य स्पष्टीकरणं करोतु तत्पर्याप्तम्. अस्तु महोदय प्रयत्नं करोमि. उपदेशे अनुवृत्तिसहितसूत्रं महोदय. उपदेशे धातोः आदयः आदि मीन्स् फस्ट् प्रथमवर्णं आदयः. नी टु द व नी टु ड अस्ति चेत् इत् संज्ञा भवति नी टु ड. अग्रे सन्धिकार्यम् ऊ ऐ हाव् टु से उषा उषा उषा एकनिमिषं. तत्र दत्तमस्ति न गुरुशब्दः इव अर्थं किं गुरुशब्दस्य एकवचनं द्विवचनं बहुवचनं वदतु. गुरु गुरु गुरवः बहुवचनम्. ओके शिशु शब्दस्य वदतु. शिशु शिशुः शिशवः. पुनः वदतु. शिशु शिशु शिशु शिशवः. एकवचनं द्विवचनं भिन्नता किम् अस्ति पुनः वदतु. शिशवः ओके परन्तु एकवचनं द्विवचनम् उच्चारणं दीर्घमस्ति महोदय. द्विवचनं दीर्घमस्ति. गुरु गुरु लैक् गुरु न तत्र विसर्गस्य किं कृतवती. हा विसर्गः गतं वा. गुरु गुरु गुरवः एवं नास्ति. तत्र गुरु एकवचने विसर्गः अस्ति वा न. अस्ति तस्य उच्चारणमपि कर्तव्यं न. गुरुः गुरु गुरवः द्विवचने विसर्गः अस्ति वा. शिशु शिशवः शिशुः शिशु शिशवः. ओके द्विवचनरूपे विसर्गः अस्ति वा. विसर्गं नास्ति महोदय. परन्तु एकवचनरूपे विसर्गः अस्ति. इदानीं बहुवचनरूपं किञ्चित् परिशीलनं करोतु. बहुवचनरूपे किम् आगच्छति उकारस्य स्थाने. वकारः आगच्छति. अत्र अस्माकं हस्ते निटुडु इति अस्ति न. डकारः अधिकम् उकारः उकारः वकारः आदेशः भवति. आदेश न, वकारे परिवर्तितं भवति बहुवचने. अतः इदानीं निटुडुः इति शब्दम् अस्ति, इति पदम् अस्ति, तस्य एकवचनं द्विवचनं बहुवचनं करोतु. वदतु महोदय, किञ्चित् रूपम् अस्ति, पदम् अस्ति. ओके, निटुडुः एकवचनरूपम्. इदानीं द्विवचनं बहुवचनं करोतु. निटुडु, निटुडुः एकवचनं, निटुडु द्विवचनं, निटुडवः बहुवचनं. तदेव अत्र लिखितमस्ति न, पश्यतु. आम् आम्, त्वरया अहम् उक्तवती महोदय, क्षम्यताम्. ओके, इदानीम् अवगतं न कथं परिशीलनं? आम् आम् महोदय. इदानीं नी विषये, टु विषये, डु विषये किं ज्ञातवती अत्र? आदौ स्थित नी इत्संज्ञा भवति. लैक् देट् आदौ स्थितौ डु वर्ण स्थितौ इत्संज्ञा भवति. लाङ्ग्वेज् प्राब्लम् महोदय. इत्संज्ञा भवति अहम् इति मन्ये. ओके, इदानीम् अन्तिमभागं पठतु इर विषये. इर् इत्संज्ञा वाच्या नेति इति सूत्रस्य अन्तर्गतम् एकं वार्तिकं धातोः इर् इत्यस्य शब्दसमुदायस्य इत्संज्ञा भवति. धातुषु इरः इत्संज्ञा भवति. बिदिर् बिद्, चिदिर् चिद्, दृशिर् दृश्, निजिर् निज्, युजिर् युज्, ईशुचिर् शुच्, देयं यत् इकारस्य रेपस्य च भिन्नरीत्या इत्संज्ञा न करणीया. अर्थं किम्? रेपः, बिदिर् धातोः मूलधातोः रेपः हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः सूत्रेण लोपः भवति. अनुनासिक इकारः, अनुनासिक इकारः उपदेशे अच् अनुनासिक इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. बिद् अवशिष्यते. किं वदति सामान्यतया भवती यत् उक्तवती तद् वयं कर्तुं शक्नुमः, परन्तु वार्तिकं किं वदति? इत्यस्य धातोः इर् इत्यस्य शब्दसमुदायस्य इत्संज्ञा भवति. इर् एव्रि धातु हस् इर् भगिनी, बिदिर् इदिर् त्रिशिर् इर् एव्रि धातु इस् एण्डिङ्ग् हस् इर् अनुनासिक इर् इत्यस्य शब्दसमुदायस्य इत्संज्ञा भवति. अतः किं न करणीयं? यद्भवती उक्तवती रेफस्य हलन्त्यम् इति सूत्रेण इकारस्य उपदेशे अनुनासिक इति सूत्रेण इत्युक्ते सूत्रद्वयम् उपयोगं कृत्वा कार्यं वयं कर्तुं आम् आम् नौ ऐ अण्डर्स्टुड् इत्संज्ञावाच्य रूपेण इर् विनिशे हलन्त्यं तस्य लोपः इर् इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति वि नी नाट् से हलन्त्यम् एव्रिथिङ्ग् ओके अतः भिन्नभिन्न रेफस्य भिन्नरीत्या अनुनासिक इकारस्य भिन्नरीत्या इति इत्युक्ते वर्णद्वयम् एवं न कौण्ट् कर्तव्यम् इर् इति वर्णसमूहः ओके इति कौण्ट् कृत्वा सम्पूर्णतया इत्संज्ञा कृत्वा लोपकार्यं कर्तव्यम् ओके किञ्चित् भिन्नम् अस्ति आदिर्निकुडौ यद्वयं कर्त दृष्टवन्तः तत्रापि आदिमवर्णः नकार इकारः समूहः अस्ति अथवा टकार उकारसमूहः अस्ति डकार उकारसमूहः अस्ति तदा सम्पूर्णतया इत्संज्ञा भवति तदेव अत्रापि इर् विषये धन्यवादः स्मरणं कृतवन्तः आल् फगाटन् मेटर् दिस् इस् ओके इदानीं का अस्ति कन्नम् आगतवती नमस्ते भगिनि नमस्ते अत्र गच्छामः यावत्पर्यन्तं सर्वत्र उपयोगी इत्संज्ञक सूत्राणां विषये वयं पठितवन्तः इदानीम् आगच्छामः कुत्र पठतु कण्णम्मा इदानीं त्रीणि सूत्राणि उपदेशे अवस्थायां प्रत्ययेषु एव उपयोगं कर्तुं शक्नोमि उपयोगं कर्तव्यं केवलं प्रत्ययानां प्रथम सः प्रत्ययस्य प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत्संज्ञा भवति शः प्रथमं प्रथमान्तं प्रत्ययस्य षष्ट्यान्तं द्विपदं सूत्रम् यकारद्वयम् अस्ति प्रत्ययस्य प्रत्ययस्य षष्ट्यन्तं द्विपदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य प्रत्ययस्य आदिः शः इत् यदि प्रत्ययस्य अत्र उपदेशः प्रत्ययः अस्ति तस्य आदि प्रथमवर्णः शः अस्ति चेत् तद् इत् शकारः शकारः प्रथमवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति ओके परन्तु शकारः धातोः शकारः वा प्रत्ययस्य शकारः प्रत्ययस्य शकारः अतः धातोः शकारः अस्ति चेत् तत् भिन्नम् अस्ति ओके प्रत्ययस्य शकारः अस्ति चेत् इत्संज्ञा भवति इत्संज्ञा भवति शकारविषये तु वयं न पठितवन्तः ओके अस्तु तस्य इत्संज्ञा भवति वा अन्य किमपि भवति वा एवमेव तिष्ठति वयं न जानीमः धातुविषये न पठितवन्तः इदानीं प्रत्ययविषये शकारः आदिमवर्णः अस्ति आदिमवर्णे इत्संज्ञा भवति ओके अग्रिममपि पठतु चुटु प्रत्ययस्य आदौ चवर्गीयः च झ ञ अथवा टवर्गीयः ठ ठ ढ ढ ढ ण वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति. चुश्च टुश्च तयोः इतरेतरद्वन्द्वः. चुटु द्विवचने गुरुशब्दः इव. चुटु प्रथमान्तम् एकपदमिदं सूत्रं वचनविपरिणां क्रियते. अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ. अत्र प्रत्ययस्य एतत् सूत्रमपि प्रत्ययस्य सूत्रमस्ति न धातु. प्रत्ययस्य आदिवर्णः प्रथमवर्णः चवर्गीयः अथवा टवर्गीयः अस्ति चेत् तस्य इत्संज्ञा भवति. ओके, चवर्गीय अस्ति टवर्गीयवर्णवर्गीय पञ्चपञ्च दशवर्णाः सन्ति. अस्तु ओके. च ज जन टन ओके. एतत् किम् एतेषां किं फ्रोम् दिस् ग्रूप् किमपि अस्ति चेत् तस्य संज्ञा भवति भवति. ओके, अग्रिमे पठतु. अन्य कोऽपि अस्ति? प्रतिभा अस्ति न, पठतु प्रतिभा. नमस्ते भगिनि. नमस्सर्वेभ्यः. लशक्व तद्धिते 138. प्रत्ययस्य आदौ लकारः शकारः कवर्गीयः सकारः खकारः घकारः ञकारः च वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. किन्तु तद्धितप्रत्ययेन लश्च शश्च कुश्च तेषां समाहारद्वन्द्वः लशकु न तद्धितम् अतद्धितं नैतत्पुरुषसमासः. तस्मिन् अतद्धिते लशकु प्रथमान्तम् अतद्धिते सप्तम्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते. तद्धितप्रत्ययं विहाय किं भगिनि? अस्माकं हस्ते प्रत्ययः अस्ति, तस्य ऐडेण्टिफिकेशन् कर्तव्यम्. आम् आं भगिनि. तत् तदा तद्धितप्रत्ययः अस्ति चेत् न करणीयं कार्यं, न करणीयम् अतद्धितं. तद्धितं नास्ति चेत् तत् प्रत्ययं स्वीकृत्य आदौ विद्यमानः लकारस्य शकारस्य अपि च कवर्गीयव्यञ्जनस्य एकनिमिषं भगिनि साल्वन्तो कवर्गीय क्षम्यतां भगिनि मिल्क् मेन् केम् सारि अस्तु सारि कवर्गीयव्यञ्जनस्य इत्संज्ञा भवति. ओके ओके, एतत् स्मरणे स्थापनीयं. सूत्रं किम् अस्ति? उपदेश अवस्थायां प्रत्ययस्य आदौ स्थितः वर्णः वर्णविषये, परन्तु प्रत्ययः तद्धितं न भवितव्यम्. ओके, अग्रे भगिनि. इत् लोपविधिः. एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत्संज्ञा भवति तदा तस्य लोप इति सूत्रेण तस्य लोपो भवति. इत्संज्ञा भवति चेत् लोपः तस्य लोप इत्यनेन लोपः भवति इति. तस्य लोपः अग्रे अस्ति खलु. इत्संज्ञकस्य वर्णस्य लोपो भवति. तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम्. तस्य लोपः इति द्विपदं सूत्रमस्ति. तस्य इति षष्ट्यन्तं लोपः प्रथमान्तम् अस्ति. किं भगिनि? अग्रिमवाक्यं पठतु, तदा एव सम्पूर्णं ज्ञानं प्राप्नुमः. अस्तु. उपदेशे जुनुनासिक इत् इत्यस्मात् इत्यस्य अनुवृत्तिः षष्ट्यर्थे इत्यस्य अनुवृत्तिः षष्ट्यर्थे अनुवृत्तिसहितसूत्रं तस्य इति लोपः. अनुवृत्तिसहितसूत्रमस्ति, तस्य इतः लोपः. उपदेशावस्थायाम् इत् भवति तस्य लोपः तस्य लोप इति सूत्रेण भवति. अतः तस्य लोपः केवलं वयं तस्य लोपः पश्यामः चेत् मनसि प्रश्नम् उदेति न, कस्य लोपः? कस्य लोपः अनुवृत्तिसहितमस्ति, इत्संज्ञक वर्णस इत्संज्ञकवर्णस्य लोपः इति लोपः. कस्य इत्युक्ते इतः, इतः कस्य इतः लोपः. ओके, अग्रे पठामः. ऐ एम् होपिङ्ग् टु कम्प्लीट् दिस् करपत्रम् अद्य. भागीरथी, अनुवृत्तिविषये आरम्भं करोतु. अनुवृत्तिः, एतेषाम् अनुवृत्तिक्रमः सुलभः. उपदेशानुनासिक इत् इत्यस्मिन् न कापि अनुवृत्तिः, सर्वं सूत्रे एव वर्तते. अत्र अनुवृत्ति वर्तते, अनुवृत्ति न वर्तते. अनुवृत्तिः सर्वं सूत्रे एव वर्तते, अनुवृत्तिः नास्ति अत्र. इत्युक्ते सूत्रं स्वयमेव सम्पूर्णमस्ति. सम्पूर्णमस्ति. आं भगिनि. ओके, इदानीं हलन्त्यं विषये पठतु. हलन्त्यम् इत्यस्मिन् सूत्रे उपदेशे अजनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. अतः उपदेशे अन्त्यं हल् इति वाक्यम्. अत्र हलन्त्यम् इति सूत्रे उपदेशे इत् तत् अनुवृत्तिः. अतः अत्र सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे. अतः उपदेशे हल् अन्त्यम् इत् भवति इति वाक्यम्. इत्युक्ते पूर्वस्मिन् सूत्रात् वयं पदानि स्वीकृतवन्तः. ओके, सूत्रस्य सम्पूर्णार्थं पूर्वस्मिन् सूत्रात् केचन पदानि वयं स्वीकृतवन्तः. एतदस्ति अनुवृत्तिः प्रथमं. द्वितीयमस्ति लाघवम्. लाघवम् इत्युक्ते कण्डेन्स्ड्, शार्टेन्ड्. हलन्त्यं, केवलं हलन्त्यं पाणिनिमहोदय उक्तवान्, सम्पूर्णसूत्रं न उक्तवान्. ओके, यस्, सेव्ड् आन् वर्ड्स्. ओके, पूर्णिमा अग्रिमं पठतु. न विभक्तवतु स्मः. What happened, Purnima? Oh, I'm on mute. Madeva patanti asmi. Avibhaktau tusmaha. Pratamadhyaya tritiya paade chaturtha sutra. Vityasmi upadeshe jananasika it. Ityasmaha. Upadeshe it. Ityanayoha anuruttihi. Halantyam. Halantya. Ityasmaha. Hal antyam. Ityanayoha anuruttihi. Ata upadeshe. विभक्तौ अन्त्यः हल् तुस्माः न इतः इति वाक्यं. सो वदामि वा, न विभक्तौ तुस्माः अत्र यत्र इत्संज्ञा भवति उपदेशे जननासिका इति अनुवृत्तिसहितसूत्रमस्ति. सो अनुवृत्तिसहितसूत्रम् एतत् सूत्र अपवादसूत्रमस्ति. न विभक्तौ तु स्माः इति सूत्रस्य आधारेण उपदेशे हल् उपदेशे अन्त्यं हल् भवति चेत् तस्य इत्संज्ञा न भवति इति सूत्रस्य अर्थम् अस्ति. सूत्रस्य अर्थं सर्वं वयं तु पूर्वमेव ज्ञातवन्तः. इदानीम् अनुवृत्तिविषये वदतु. न विभक्तौ तु स्माः यत् सूत्रम् अस्ति तस्य अनुवृत्तिविषये वदतु. अविभक्तौ तु स्माः उपदेशे जननासिका इत् न भवति. न विभक्तौ यत्र तव तकारः सारि तवर्गः सकारः मकारः अस्ति चेत् तेषाम् उपदेशावस्थायाम् इत्संज्ञा न भवति. तदेव न विभक्तौ तूष्माः विषये वदति. हा अहं तु अनुवृत्तिविषये पृच्छामि. चन्द्रवती भवती किं वदति? अनुवृत्तिः न भवति तत्र. तत्र अनुवृत्तिः न भवति तत् सूत्रस्य सूत्रस्य अनुवृत्तिः न भवति. न विभक्तौ तूष्माः तस्मिन् सूत्रम् अनुवृत्तिसहितम् उपदेशे विभक्तौ अन्धयः अन्त्याः हलः तुस्माः न इतः इति वाक्यं भवति. अत्र उपदेशे अजन्नास्य इति सूत्रात् उपदेशे इति स्वीकृतम् अन्त्याः हलन्त्यम् इति सूत्रतः अन्त्याः हलः तद् स्वीकृतम्. अन्त्याः हलः इत्युक्ते तुस्माः तवर्गीयवर्णः सकारः मकारः तस्य विशेषणमस्ति हलः अन्त्याः हल न इतः खलु न इतः तदपि उपदेशे अजनुनासिक इत् तत्र इतः इति अस्ति इति अहं चिन्तयामि. तस्मात् एव स्वीकृतम् इति इतः इति वाक्यं तदेव अहमपि उक्तवती खलु महोदय. ओके, भवत्याः स्पष्टीकरणम् अनुवृत्तिविषये अधिकं न आसीत् अतः एव तत्र अनुवृत्तिः न भवति इति उक्तवती खलु. इति अनुवृत्तिः न भवति. ओके, चन्द्रमती पुनः वदतु कुतः कति पदानि वयं स्वीकृतवन्तः? उपदेशे इति उपदेशे अजननासिके इत्यपि सूत्रतः स्वीकृतम्. अन्त्याः हलः उपदेशे जन्नास्के हलन्त्यम् इति सूत्रतः स्वीकृतम् अन्त्याः हलः. इतः इत् अपि उपदेशे जन्नास्के तत्रतः स्वीकृतम्. इत्युक्ते हलन्त्यं सूत्रस्य सम्पूर्णतया वयं स्वीकृतवन्तः न अन्त्याः हलः. अन्त्याः हलः यदस्ति तत्तु हलन्त्यम् अस्ति न? अस्तु, सूत्रं वयं स्वीकृतवन्तः. उपदेशे जनुनासिक इत् ततः पदद्वयं स्वीकृतवन्तः. ओके, अवगतम्? अवगतम्. एकं पदं तु अस्ति उपदेश, द्वितीयमस्ति इत्. ओके, तदनन्तरं वयं वाक्यनिर्माणं कृतवन्तः. ओके, न विभक्तौ स्मः अर्धवाक्यम् अस्ति, तस्य सम्पूर्णवाक्यं वयम् एतत् सर्वं यत् वयं स्वीकृतवन्तः तेषाम् उपयोगं कृत्वा सम्पूर्णवाक्यं निर्माणं कृतवन्तः. उपदेशे विभक्तौ अन्त्याः हलः तुस्माः म इतः. ओके, इदानीं विभक्तौ तुस्माः इति वयं शृणुमः चेत् तस्मिन् समये उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः इति अवगमनम् आवश्यकम्. ओके, अवगतम्. अरे, दिस् इस् द केरेक्टर् ट्रीट् आफ् पाणिनीस् अष्टाध्यायी. पूर्वस्मिन् सूत्रात् वयं पदानि स्वीकुर्मः, तदनन्तरं तस्य उपयोगमपि सन्दर्भानुगुणं कुर्मः. ओके, अत्र उपदेशे अनुनासिक इत् यदस्ति अत्र केवलम् इत् लिखितम् अस्ति, न इतः कर्ति अत्र वयं लिखितवन्तः. अन्त्याः हलः अत्रापि परिवर्तनं कृतं न, अतः सन्दर्भानुगुणं get the full meaning, we use it vakye in a way in which it is understandable and meaningful. Okay, anu any prashnaha santiva asmin vishaye? पूर्वसूत्राणां ज्ञानं नास्ति चेत् वयं किमपि न अवगच्छामः, न विभक्तौ तु स्मः इति एवं वदति चेत् पठति हलन्त्यं पश्यामः चेत् हल् अन्त्यं हल् अन्त्यम् सूत्रस्य ज्ञानस्य आवश्यकता भवति. चलो अनुसूया अग्रिम भागं पठतु. आदिर्निटुटवः विषये तत्र अनुवृत्तिविषये किम् अस्ति? वाट् हेपन् अनुसूया म्यूट् मध्ये पठति वा पूर्णिमा इव? एकनिमिषम्. आदिर्निषिदोहः प्रथमाध्याये किम् अभवत्? करपत्रं न दृश्यते महोदय. अरे अत्र तु स्पष्टमस्ति. इदानीम् अस्ति आदिर्निटुडवः प्रथमाध्याये तृतीयपादे पञ्चम सूत्रः इत्यस्मिन् उपदेशे जन्मास् बैत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयो अनुवृत्ति. भूवादयोः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. विभक्तिपरिणामं न कृत्वा वचनपरिणामं विभक्तिपरिणामं न कृत्वा ततः उपदेशे धातोः आदयः निटुडवः इतः इति वाक्यम्. आदिनिटुडवः इति पाणिनीसूत्रस्य अर्थं वयं न जानीमः. कदाचित् अनुवृत्ति न आसीत् चेत् अनुवृत्तिसहितसूत्रं पठनीयमेव, पठनन्तरम् एव वयं तस्य अर्थः जानीमः. अतः अनुवृत्तिः तत्र आदौ स्थितः सूत्रेण वयं स्पष्टीकरणीयम्. आदिर्निटुडवः इत्यस्मिन् अनुवृत्तिसहितसूत्रम् उपदेशे आदिर्निटुडवः आदौ निटुडवः इति अस्ति. तत्र उपदेशे जन्मास्त इत्यस्मात् सूत्रेण सूत्रात् उपदेशे इत् इत्यनयो अनुवृत्तिः भवति. अतः उपदेशे आदिर्निटुडवः इति भवति. परन्तु कुत्र भवति? धातुः भवति वा प्रत्यये भवति वा इति वयं न जानीमः. अतः भूवादयोः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः करणीयम्. अतः उपदेशे धातोः आदयः निटुडवः इतः इति वाक्यम् उपयुज्यते. तदानीं वयं सम्पूर्ण सूत्रस्य अस्माकं सम्पूर्णसूत्रस्य ज्ञानं भवति. अनन्तरं वचनपरिवर्तनं विभक्तिपरिवर्तनं सर्वं वाक्यस्य निर्माणसमये यत्किमपि कर्तव्यं तद् वयं कुर्मः. उदाहरणार्थम् आदयः निटुडवः निटुडु निटुडवः तत्र तु बहुवचनरूपम् अस्ति. बहुवचनमस्ति अतः आदयः अपि बहुवचनमस्ति. आदयः विशेषणविशेषः अस्ति न, तत्रापि वयं बहुवचनरूपम् उपयोगं कुर्मः. अत्र धातवः भूवादयो धातवः, धातवः बहुवचनरूपं परन्तु अत्र वयं धातोः उपयोगं कृतवन्तः. ओके, धातोः विभक्ति किं तत्र? षष्टिः आदिमवर्णः आगच्छति न, अतः अस्मिन् सन्दर्भे षष्ट्यन्तम् आवश्यकम् अभवत्, अतः षष्ट्यन्तम् उपयोगं कृतम्। अन्यथा अर्थं न स्पष्टं भवति न, ओके, इत्यनेन अर्थं स्पष्टं न भवति। अनुवृत्तिसहितसूत्रमेव स्पष्टं, तदेनैव स्पष्टं भवति। परन्तु अनुवृत्तिः आवश्यकः, ब्लैण्ड्लि न कर्तव्यं। हा, अनुवृत्ति ब्लैण्ड्लि, अत्र अस्माकं हस्ते तु धातुशब्दः अस्ति, अत्र वयं केवलं धातु उपयोगं कुर्मः चेत् अर्थं न ज्ञातुं शक्नुमः, ओके। उपदेशे धातोः आदयः निरुढवः इतः इति वाक्यस्य अर्थं सम्यक् अस्ति, केवल आसीत् निरुढवः इति इत्यनेन वयं किं करणीयम् इति न जानीमः। ओके, अवगतं सर्वे? उत्तरलक्ष्मी, शफ् प्रत्ययस्य इत्यस्मिन् आदिर्निटुडवः इत्यस्मात् आदिः, उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत्, अतः उपदेशे प्रत्ययस्य आदिः शः इत् इति वाक्यम्। उपदेशे इति अनुवृत्तिः, आदिः शकार अस्ति चेत् प्रत्यये इत्संज्ञा भवति, अतः शफ् प्रत्ययस्य चकारः आदिः भवति, आदौ भवति। चुटु अपि पठतु। चुटु इत्यस्मिन् शप् प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निटुटवः इत्यस्मात् आदिः, उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत्, अतः उपदेशे प्रत्ययस्य आदिः चु टु इतौ इति वाक्यम्। इदानीम् इतौ किमर्थम् इतौ लिखितम् अस्ति? अस्माकं मूलशब्दः तु इत् अस्ति न, चिन्तयतु। किमर्थं द्विवचनम् अत्र इति अस्ति किल इति कारणात्, यदस्ति तत्र द्विवचनम् अस्ति, अतः इतौ द्विवचने, ओके, अवगतम्। अतः यत् वयम् अनुवृत्तिरूपेण स्वीकुर्मः तत्तु साक्षात् उपयोगं पूर्वस्मिन् सूत्रे कथम् आसीत् तदेव अत्रापि स्वीकर्तव्यं वा उपयोगं कर्तव्यं तत् नास्ति, केवलं पदस्य स्वीकरणं, तदनन्तरं पदस्य सम्यक्तया उपयोगं सन्दर्भानुगुणं चिन्तनीयम्, उपयोगं कर्तव्यम्, ओके। उषा, आं भगिनि, लशक्व तद्धिते, लशक्व तद्धिते इत्यस्मिन् पुनः षकारः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिनिटुडवः इत्यस्मात् आदिः, उपदेशे अजुनुनासिक इत् इत्यस्मात् उपदेशे इत्, अतः उपदेशे प्रत्ययस्य आदिः लकारः शकारः ककारः कवर्गः अत तद्धिते वा तद्धिते आतद्धिते इत् इति वाक्यम्। अतः अनुवृत्ति, अस्माकं उद्देशम् इदानीम् अनुवृत्तिविषये ज्ञानम्, ओके, अतः कुतः कुतः किं किम् आगतम् दशक्व तद्धिते एकमेव किं पदमस्ति तत्र आम् शकारः प्रत्ययस्य फ्रम् देट् सूत्रं प्रत्ययस्य आदिर्निटुडवः इति सूत्र फ्रम् देट् सूत्रम् आदिः अनुवृत्तिः भवति उपदेशे अज्वनुनासिक इत् इत् सूत्रस्य इत् स्तम् स्यात् अनुवृत्तिसहितम् लशक्व तद्धिते अर्धसूत्रं वि केनाट् अण्डर्स्टाण्ड् वाट् वि हेव् टु डू आफ्टर् अनुवृत्तिसहितम् उपदेशे प्रत्ययस्य आदिः लकारः शकारः भूवर्णः तद्धिते इत् इति वाक्येन लकारः शकारः भूवर्णः इत् संज्ञा भवति इति निर्माणं भवति इत्युक्ते किमस्ति प्रथमसूत्रमासीत् अस्माकं लिस्ट् मध्ये उपदेशे जनुनासिक इत् ततः उपदेशे एण्ड् इत् स्वीकृतमस्ति ओके तदनन्तरम् आदिर्निटुडवः सूत्रम् आगतं ततः आदिः इति स्वीकृतमस्ति सो इन् मै लिस्ट् ऐ हेव् गाट् उपदेशे इत् एण्ड् आदिः ओके एण्ड् देन् आफ्टर्वर्ड्स् ऐ गाट् शः प्रत्ययस्य ततः प्रत्ययस्य इति पदस्य स्वीकरणम् अभवत् सो वाट् इस् मै लिस्ट् मै लिस्ट् सेस् उपदेशे इत् आदिः प्रत्ययस्य एण्ड् देन् लशक् लशकु अतद्धिते नौ ऐ गोट् द सेट् आफ् वर्ड्स् इन् मै हेण्ड् ऐ हेव् टु रियरेञ्ज् देम् टु मेक् सेन्स् हा वेन् यु रियरेञ्ज् मम वाक्यं भवति उपदेशे प्रत्ययस्य आदिः लशकु अतद्धिते इत् गेटिङ्ग् इट् हा अन्तिममपि पठतु तस्य लोपः इत्यस्मिन् उपदेशे अजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः इतः लोपः इति वाक्यम् इतः अनुवृत्तिसहित सूत्रं तस्य लोपः इतः स्कम् उपदेशे अजनुनासिक इत् इत् अस्कं हियर् अस् अनुवृत्ति इतः तस्य इतः लोपः ओके इदानीम् अभ्यासः एतत् सर्वं वयं कृतवन्तः पूर्वमेव कृतवन्तः ओके ऐ थिङ्क् वि हाव् डन् दिस् दिस् एक्ससैज् सेवरल् टैम्स् नाट् जस्ट् वन्स् त्रि टैम्स् वि हाव् डन् इट् अतः अहम् एतत् पुनः न करोमि परन्तु भवन्तः होम्वर्क् इति स्वीकृत्य विदौट् लुकिङ्ग् एट् द आन्सर्स् विच् यु आल् हाव् आलरेडि डन् डू दिस् एण्ड् देन् कम्पेर् इट् वित् वाट् यु हेव् गाट् बै वे आफ् आन्सर्स् एण्ड् सी वेदर् दिस् टैम् यु गाट् इट् करेक्ट् ओके प्रतिवारं यत्किमपि कार्यं करोति के कस्य सूत्रस्य आधारेण करोति एतत् स्थापनीयं तत्र ओके उदाहरणार्थं दुक्रे यदस्ति अत्र ञकारस्य इत्संज्ञा केन सूत्रेण हलन्त्यम् अतः युल् रैट् युल् रैट् ञकारस्य इत्संज्ञा हलन्त्यम् इति सूत्रेण ओके तदनन्तरं नेक्स्ट् लैन् डू यदस्ति तस्य इत्संज्ञा आदिर्निटुडवः इति सूत्रस्य आधारेण डू वर्णसमूहस्य इत्संज्ञा अनन्तरं द्वयोः लोपकार्यं तस्य लोपः इति सूत्रेण डू ञ द्वयोः लोपः भवति तदनन्तरम् अवशिष्टभागम् अस्ति कृ कृ ओके एवं सोपानेन सर्वं लेखनीयं तदा किं पुनःस्मरणमपि भवति सूत्राणां स्मरणमपि भविष्यति ओके प्रश्नाः सन्ति कोऽपि किमपि वक्तुम् इच्छति ओके अत्र तु अभ्यासार्थं बहवः दत्तम् अस्ति प्रत्ययाः किं धातवः सर्वं दत्तम् अस्ति वयं तु सर्वं पूर्वमेव कृतवन्तः इफ् यु डोण्ट् रिमेम्बर् यु आल् केन् सी युर् प्रीवियस् नोट्स् आर् वट् एवर् वेर् इस् मै क्लास् वर्क् हा क्लास् वर्क् मध्ये ओ अहं तु ऐ सर्ट् आफ् डिलीटेड् एव्रिथिङ्ग् इट् वास् टु लाङ्ग् इट् वास् टु लाङ्ग् सो ऐ डिलीटेड् बट् वी हेव् डन् आल् देट् ओके रेकार्डिङ्ग्स् पश्यन्तु तत्र प्राप्तुं शक्नुमः ओके ओके अग्रिम करपत्रम् आरम्भं कुर्मः अद्य धातुविज्ञानं सी धातुविज्ञानं प्रथमभागे वयं किमपि नूतनं विषयं न पठितवन्तः इदानीं द्वितीयभागे आगच्छति नूतनविषयम् ओके यावत्पर्यन्तं वयं केवलं प्रत्ययविषये चिन्तनं कृतवन्तः प्रत्ययविषये कानि कानि कार्याणि वयं ज्ञातवन्तः who remembers there am I Ravi to I can't ask Kannamma has been absent Bhagirathi smarane asti ha pratyaya vishe karyani kani anni ekavaram vadatu bagini prashna pratyaya vishe karyani kani vayam patitavantah प्रत्ययविषये प्रत्यय इत्संज्ञा करणीयम् ओके इत्संज्ञा अनन्तरम् इत्संज्ञा अनन्तरं प्रत्ययस्य प्रत्ययस्य आधारेण ओके कार्याणि कानि प्रत्ययस्य आधारेण कार्याणि कानि कार्याणि Come on, let me see who remembers. Purnima. Not yet. Chandramati. Unmute up in Asti, huh? Gunakaryam. Vridhikaryam. Gunakaryam. Vridhikaryam. Okay. Vridhikaryam ta adhikam na kratavanta, huh? Okay. Gunakaryam. Gunakaryam. ओके हा कुत्र गुणकार्यं कुत्र धातोः शप् सार्वधातुधातुधातुयोः यु आर् इन् द रैट् ट्राक् इगन्धस्य उपदायां लघु वर्णः अस्ति चेत् अपि परन्तु कार्यं कुत्र भवति धातोः अङ्गे अङ्गभागः अङ्गकार्यम् अङ्गकार्यं भवति अन्तिम इक् वर्णस्य गुणकार्यम् अथवा उपदायां ह्रस्व इकारः अस्ति चेत् गुणकार्यं भवति इक् वर्णः ओके ओके सम्यक् यावत्पर्यन्तं सम्यक् इदानीं प्रत्ययस्य आधारेण गुणकार्यं भवति अन्तिम इक् वर्णस्य अथवा उपादायां लघु इक् वर्णस्य परन्तु एतत् सर्वं अङ्गभागे परन्तु प्रत्ययस्य पवर् कुतः मिलति हा सूत्राणि कानि तदर्थं सूत्राणि कानि किंश्चित् सार्वधातुकं किंश्चित् सार्वधातुकम् ओके वेरि गुड् अङ्गभागे गुणकार्यस्य अन्तिम इक् वर्णस्य गुणकार्यस्य कृते सूत्रं किम् अनुसूया नो पुत्रलक्ष्मी आं महोदय न हू इस् आन्सरिङ्ग् अनुसूया मुत्तुलक्ष्मी अरे बाबा हौ मेनि टैम्स् ऐ हव् टु रिपीट् द प्रश्न या Pay attention now, all of y'all. I'm paying attention, madam, but I forget. Because everybody is asking me, Prashnaha kaha, ha? Nama avayami tada punaha prashnam prashtavyam bhavati, ha? Okay. Antima ikvarnasya gunakaryasya krite. Sutram kim? सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य आधारेण अङ्गस्य एकः गुणः तत्तु सूत्रं नास्ति तत्तु कार्यमस्ति सूत्रमस्ति सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य आधारेण अङ्गभागे इक्वर्णस्य गुणकार्यं भवति मुत्तुलक्ष्मी उपदायां पुनः वदतु उगन्तलघुपदस्य च उगन्तलघुपदस्य च एतस्य आधारेण वयं किं कार्यं कुर्मः उपधायाम् इक्वर्णः सार्वधातुक अर्धधातुकयोः उपधायाम् इक्वर्णः अस्ति चेत् गुणकार्यं भवति ओके अतः प्रत्ययस्य आधारेण केवलं कार्यद्वयं भवति ओके उपदायाम् अथवा अन्तिम इक् वर्णस्य लघु इक् वर्णस्य उपदायाम् अथवा किमपि इक् वर्णस्य अन्तिमभागे अङ्गस्य भागे इक् वर्णः भवितव्यम् अन्तिमम् अस्ति चेत् सार्वधातुक अर्धधातुकयोः उपदायाम् अस्ति चेत् लघु इक्वर्णः भवितव्यम् उगन्तलघुपदस्य इति सूत्रस्य आधारेण कार्यद्वयं भवति ओके वयं प्रत्ययः प्रोसेसिङ्ग् वयं टु सम् एक्स्टेण्ट् वी हेव् डन् इट् ओके परन्तु यत्किमपि कार्यं वयं कुर्मः प्रथमकार्यं भवति कम् आन् हूस् गोयिङ्ग् टु टेल् मी प्रतिभा प्रथमकार्यं किं भवति अस्माकं हस्ते सर्वम् औपदेशिकस्थित्यां सन्ति इत्संज्ञाप्रकरणं भगिनि औपदेशिकरूपं स्वीकृत्य तत्र इत्संज्ञाप्रकरणं कृत्वा लौकिकरूपम् अथवा किम् उपयोगरूपं प्राप्तव्यम् उपयोगरूपं प्राप्तव्यम् इत्युक्ते प्रथमकार्यं क्लीनिङ्ग् प्रोसेस् इत्संज्ञा किम् यत्किमपि निष्कासनं कर्तव्यं तत्सर्वं वयं निष्कासयामः ओके क्लीनिङ्ग् प्रोसेस् परन्तु तस्य आधारेण वयं ज्ञानं प्राप्नुमः इत्संज्ञकवर्णस्य आधारेण एव अग्रिमकार्यं भवति न आं भगिनि ओके अपि वा न वा इति सर्वं जानीमः ओके अवशिष्टभागं तु वयं प्राप्नुमः परन्तु निष्कासितभागस्य आधारेण अग्रिमकार्यं किं किं कर्तव्यं, केन आधारेण कर्तव्यं, कर्तुं शक्नुमः, तस्य ज्ञानं वयं प्राप्नुमः. ओके, सित् अस्ति वा पित् अस्ति वा पित् अस्ति वा इति ज्ञातव्यं भगिनि. अनन्तरं षित् अस्ति चेत् गुणकार्यं दीयते, पित् अस्ति चेत् गुणकार्यम् अनुमन्यते. अपित् अस्ति चेत् गुणकार्यं बाधयति, अपित् अस्ति चेत् गुणकार्यं बाधयति. ओके, एतत् सर्वं वयं यावत्पर्यन्तं वयं ज्ञातवन्तः, अग्रे इतोपि कार्याणि सन्ति. धातुविज्ञानं द्वितीयभागे वयं धातुभागे किं किं कार्याणि कर्तुं शक्नुमः. एकवारं स्क्रीनिङ्ग् प्रोसेस् समाप्तं न, तदनन्तरं किं किं कार्याणि, कानि कानि कार्याणि कर्तव्यानि, अस्मिन् विषये वयं अग्रे पठिष्यामः. अद्य एव अहं न आरम्भं करोमि, कारणं ओन्लि वट् टु त्री मिनिट्स् आर् देर्. अतः तत्र तु पठित्वा आगच्छन्ति चेत् सुलभं भविष्यति, अन्यथा वि विल् आर्ग्यू एण्ड् वि विल् डु सत्त्वकार्यं नत्वकार्यं. एतत् सर्वं धातुविषये सन्ति, नुमागमः, अनन्तरं संथिङ्ग् दीर्घ आल्सो इस् देयर्. चत्वारि कार्याणि सन्ति, इफ् ऐ एम् नाट् मिस्टेकन्. उपदादीर्घ इति चत्वारि कार्याणि दत्तानि सन्ति अत्र, एण्ड् इट्स् आल् वेरि इण्ट्रेस्टिङ्ग्. ओके, तदनन्तरं किमस्ति, धातुविज्ञानं विषये तृतीयभागं धातूनां स्वरविज्ञानम्, पदव्यवस्था, इड्व्यवस्था. ओके, सो नौ साक्षात् प्रोसेसिङ्ग् इस् स्टार्टिङ्ग्. वयं तु केवलं प्रत्ययविषये चिन्तनं कृतवन्तः, इदानीं धातुविषये अपि कर्तुम् आरम्भं करिष्यामः. ओके, प्रश्नाः सन्ति? सो नेक्स्ट् टैम् धातुविज्ञानं द्वितीयभागं वयम् आरम्भं कुर्मः. ओके, चलो अद्यतनवर्गस्य समापनं करोमि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. वन् थिङ्ग् ऐ वुड् लैक् टु टेल् आल् आफ् याल् एण्ड् देट् इस् वयं यत् पठामः तदस्ति शास्त्रम्. अतः शास्त्रपठनसमये परम्परा अस्ति, तत् किं टु रिस्पेक्ट् द शास्त्रं वट् यु आर् स्टडिङ्ग्, बिकास् इट् हेस् नाट् कम् जस्ट् लैक् देट्, इट् हेस् कम् थ्रू वेदास्, इट् हेस् कम् थ्रू द ऋषिमुनीस् हू हेव् डन् तपः, एण्ड् देर्फोर् वेन् यु रिस्पेक्ट् द आरम्भस्तरे we do the prayers, so you have to be present for the prayers, and when you leave also you leave after the samapana prayer, shanti mantra anantaram eva gantavya. Okay, so try to see that you come before we start the class prayers, and try to see that you leave after we finish the shanti mantra. That is the respectful way of learning a shastra. Okay, and this is something I came to know just a few days back. Okay, so I'm imparting that knowledge to you all. I hope all of you all are nishchayena bhagini, we understand bhagini, okay na vayam vayam vayam sarvada pratham eva raham tu pratham eva agachamyo satayam anantaram eva. Sometimes I understand that there are problems, but yavat shakyam, please do respect the fact that you all are learning a shastram, and that shastram needs to be respected. Forget the teacher, forget the karapatram and all that. The shastrasya jnanam vayam yat praknumaha, tasya मानं दातव्यम् ओके okay.